नमः सर्वेभ्यः. अस्माकं प्रचलितः वर्गः अस्ति भाषापाकः. तत्र अस्माकं विषयः अस्ति नवनवतिः विषयः. नवनवतिः विषयः अस्माकं महोदय नैविषये पुनः किञ्चित् नैविषये पुनः किञ्चित् तर्हि तस्मात् प्राक् किञ्चित् वक्तव्यमस्ति किं किम् आसीत् तत्र. तर्हि कागदम् एवं लेखनी आवश्यकमस्ति. एतत् पूर्वतन एव पाठस्य यत् सारांशः अस्ति तस्य अग्रे प्रचलति एतत् वर्गः. अस्तु, लिखतु कृपया. अहम् उदाहरणं वदामि, ततः अग्रे सरामः. तर्हि उदाहरणं तत्र लिखितमस्ति पुस्तके एव. शिष्य पृच्छति, अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि इति अस्ति वाक्यम्. अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि. तर्हि अत्र प्रश्नः अस्ति, नकारः यत् अस्ति तस्य उत्तरपदं किमस्ति स्वीकृत्य इति अस्ति. तर्हि एतत् वाक्यं दृष्ट्वा मनसि आगच्छति अत्र क्रियापदद्वयम् अस्ति खलु. एकः अस्ति पुस्तकस्य स्वीकारः, द्वितीयमस्ति विद्यालयं गच्छामि गच्छामि इति अस्ति. तत्र विद्यालयं गच्छति अहमस्ति अस्ति, पुस्तकं स्वीकरोमि इति प्रथमम् अस्ति, इत्युक्ते कार्यपदमस्ति स्वीकरोमि इति. द्वितीयं क्रियापदमस्ति विद्यालयं गच्छामि इति अस्ति. तर्हि यदि एतादृशव्यवस्था अस्ति, क्रियापदद्वयमस्ति, एवं वाक्ये एकः नकारः अस्ति, इदानीम् एतत् पठित्वा कोऽपि चिन्तयति अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि इत्युक्ते अहं पुस्तकं न स्वीकरोमि एवं विद्यालयं गच्छामि इति लिखित्वा मनसि एतादृशचिन्तनम् आगच्छति. परन्तु तत् त्रुटिः एव अस्ति. तत् एतादृशचिन्तनं सम्यक् नास्ति. किमर्थम् इत्युक्ते यदि एकस्मिन् वाक्ये क्रियापदद्वयम् अस्ति, एवं वाक्ये कुत्रापि नकारः दृश्यते कुत्रापि, यथा न स्वीकृत्य अथवा अहं पुस्तकं स्वीकृत्य विद्यालयं न गच्छामि, नकारः कुत्रापि अपि स्थापयतु, तस्य अर्थम् एकमेव. नकारस्य अन्वयः इत्युक्ते नकारः किं सूचयति, कस्मिन् पदस्य भावना अस्ति नकारे. सूत्रमस्ति प्रधानक्रियापदं किमस्ति. अत्र क्रियापदं के स्वीकारः, गमनं. अस्मिन् वाक्ये हा गमनं यत् अस्ति तत् अस्ति प्रधानक्रिया. स्वीकारः यत् अस्ति तत् अस्ति गौणक्रिया. प्रैमरी सेकेण्डरी इति वक्तुं शक्यते आङ्ग्लभाषायां वदामः चेत्. प्रधानक्रियापदमस्ति गमनं, द्वितीय गौणक्रियापदमस्ति स्वीकारम्. तर्हि नकारस्य अन्वयः सर्वदा प्रधानक्रियापदेन सह. अत्र प्रधानक्रियापदं किं? गमनं. तर्हि नकारः किं वदति अत्र? नकारस्य अन्वयः गच्छामि पदेन सह अस्ति. इत्युक्ते एतत् वाक्यस्य अर्थं किम्? अहं पुस्तकं स्वीकरोमि विद्यालयं न गच्छामि. इति अस्ति एतद् वाक्यस्य अर्थं. यतोहि नकारः दृश्यते स्वीकृत्य पदस्य प्राक् अथवा नकारस्य अग्रे स्वीकृत्य इति लिखितमस्ति, परन्तु तस्य अन्वयः सर्वदा प्रधानक्रियापदेन सह अत्र गच्छामि यत्पदने अस्ति तत्र अस्ति खलु इति अस्ति. तर्हि अहं दूरदर्शनं न दृष्ट्वा खाद्यं खादामि, एतादृश अस्ति इदानीं यदि वाक्यं, तत् वाक्यस्य अर्थं किं प्रसाद् महोदय? अहं दूरदर्शनं न दृष्ट्वा खाद्यं खादामि, एतद् वाक्यस्य अर्थं किं? दूरदर्शनं न पश्यामि परन्तु खाद्यं खादामि. अत्रापि इति त्रुटिः, यत्र त्रुटिः अस्ति, एतादृशचिन्तनं त्रुटिः अस्ति. भवान् यत् उक्तवान्, कुशलमहोदय वदतु. अर्थमस्ति अहं दूरदर्शनं दृष्ट्वा खाद्यं न खादामि. प्रधानक्रिया यत् अस्ति, प्रधानक्रियापदं यत् अस्ति तत् खादामि इति अस्ति कृत्वा तत् नकारस्य अन्वयः प्रधानक्रियापदेन सह भवति. अस्तु, प्रधानक्रिया कः इति कथं जानामि? हा, प्रधानक्रियापदं कथं जानीमः? कुशलमहोदय वदति, प्रधानक्रियापदं कथं जानीमः? वयं पठितवन्तः पूर्वमेव. एकः क्रिया पूर्वं भवति, तर्हि द्वितीयक्रिया भवति, तत् क्रिया प्रधानं. दृष्ट्वा पूर्वे, दृष्ट्वा भवति, तर्हि खादन क्रिया भवति. खादन क्रिया प्रधानं, दृष्टक्रिया नो क्रिया. अवगच्छति इदानीं महोदय? अन्ते कः क्रिया आगच्छति तदा समये, समये प्रथमे, हा समयः इत्युक्ते क्रियापदं, कः क्रियापदं प्रथमे अभवत् एवं कः क्रियापदम् अनन्तरम् अभवत् यत् अन्तिमम् अस्ति तद् भवति प्रधानम्. समये अन्ते यत् भवति तत् क्रियापदं भवति. अस्तु, इदानीं विजया भगिनी. अस्तु, अहं बालकः पुस्तकं न पठति, क्रीडाङ्गणं गच्छति, एतस्य वाक्यस्य अर्थं किम्? बालकं पुस्तकं पठति, क्रीडाङ्गणं न गच्छन् गच्छामि न गच्छति. अस्ति, सुन्दरं, अस्तु, अत्युत्तमं. हा वदतु. बालकः पुस्तकं पठित्वा इति पठित्वा करिष्यामः. सम्यक्, पठित्वा पठित्वा अर्थम् एवमेव, नकारस्य अन्वयः कुत्र अस्ति इति. नकारस्य अन्वयः प्रधानक्रियापदेन सह, प्रधानक्रियापदम् अनन्तरं भविष्यति, अन्ते गत्वा नकारस्य अन्वयः तत्र अस्ति इति कृतवन्तः. अस्तु, इति किञ्चित् सारांशः अस्ति गतसप्ताहे यत् पठितवन्तः. गतसप्ताहे अपि ल्यप् प्रत्ययः अपि पठितवन्तः, त्वा प्रत्ययः अपि पठितवन्तः खलु. कुत्र ल्यप् प्रत्ययः भवति, कुत्र त्वा प्रत्ययः भवति, इदानीं तस्य सम्बन्धे चर्चा न भवति. इदानीं साक्षात् अग्रे सरामः, अग्रिमपाठः किमस्ति. एतादृश किञ्चित् ज्ञानम् आवश्यकं, गतसप्ताहे किम् अभवत्, तदनन्तरम् अग्रे सरामः. अस्तु, तर्हि पठिष्यामः, शनैः शनैः पठामः अद्यतनविषयाः. अध्यापक महोदय, देवकान् महोदय प्रस्तावना उपस्थापनमासीत् वा? उत्थापनं करोति वा महोदय? उपस्थापनं करोति वा किञ्चित्? महोदय करोतु करोतु कृपया, अतिसुन्दरं करिष्यामः, वदतु कृपया महोदय. धन्यवादः कुशल महोदय, अस्तु करोतु महोदय. नमस्सर्वेभ्यः. अद्यतनविषयमस्ति स्वातन्त्र्येण प्रयुक्तस्य नञः अन्वयः प्रधानक्रियया सह एव. नञ् इति कश्चन अव्ययः अस्ति, तस्य प्रयोगं वाक्ये कथं भवति इति पश्यामः. वाक्ये द्विप्रकारेण तस्य प्रयोगं भवति. स्वातन्त्ररीत्या वा समासरीत्या. इदानीम् अहम् एकम् उदाहरणं ददामि. रमेशः न खादित्वा विद्यालयं गच्छति. एतत् वाक्यं शुद्धं वा अशुद्धम् इति प्रश्नः. वाक्यं तु शुद्धमेव, परन्तु आशयः कः इति प्रश्नः. नन् इति अव्ययस्य द्वे उपयोगे स्तः. प्रथमे उपयोगे तस्य अन्वयः प्रधानक्रियया सह भवति, तन्नाम प्रसज्यप्रतिषेधः. द्वितीये उपयोगे तस्य अन्वयः गौणक्रियया सह भवति, तन्नाम पर्युदासः. तत्र एव अहं करोति महोदय, करोमि. अस्तु अस्तु अस्तु महोदय. एतद्विषयः 99 अस्ति अद्य अहं पठामः. अहम् अकरोत् इति कारणे गतसप्ताहे एतत् विषयः पठितं वा? आमां 99 आम् गतसप्ताहे आसीत् वा? अस्तु, पुनः किञ्चित् करिष्यामः, यतोहि बहु किमपि अस्ति अत्र, पाणिनिसूत्राणि अपि सन्ति. अस्तु, करिष्यामः करिष्यामः, सम्यक्. अस्तु, तर्हि इदानीं कुशलमहोदय, तर्हि आरम्भं करोतु तर्हि. किमस्ति नैविषये पुनः किञ्चित् इति पठामः. अध्यायः 99 शीर्षक अस्ति नयविषये पुनः किञ्चित्. शिष्यः श्रीमन् गतमासे भवता उक्तम् आसीत् यत् स्वातन्त्र्येण प्रयुक्तः नयप्रधानक्रियया एव अन्वेति इति. अत्र मम कश्चन प्रश्नः अस्ति. शिष्यः वदति, गतसप्ताहे वयं चर्चाम् अकरोत् नयविषये, प्रधानक्रिया एवं गौणक्रिया. शिष्यः किञ्चित् अन्यप्रश्नः पृच्छति. आचार्य, कः सः प्रश्नः, निसङ्कोचं पृच्छतु तावत्. अध्यापकमहोदय वदति, पृच्छतु. अस्तु अस्तु अस्तु, सम्यक् सम्यक् सम्यक्. अस्तु, तर्हि 99 अध्यायः यत् अस्ति तत्र किञ्चित् विस्तारेण चर्चा भवति. कुतः 98 अध्यायः, पूर्वतन अध्याये यः चर्चा आसीत् तस्य अग्रे किञ्चित् सरामः इदानीम्. अस्तु, सम्यक्, अग्रे. तर्हि विजयभगिनी पठतु कृपया. शिष्य वदति, अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि. इत्यत्र नः अन्वयम् अहं नयः अन्वयम् अहम् अग्निपदेन स्वीकृत्य इत्यनेन सहैव कर्तुम् इच्छामि, तथैव करोमि च तत्र को दोषः? शिष्यः वदति, अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि, तत्र क दोषः भवति? अग्निं पदेन मीन्स् अग्रिम, अग्रिमपदेन, अग्रिमपदेन प्राधान्यपद, अग्रिमपदेन इत्युक्ते अत्र तात्पर्यः कः? तात्पर्यः कः? कः प्रश्नः कः अस्ति अत्र? यदि यत् यत् इदानीं तद्वाक्यमस्ति खलु, अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि, इदानीं वाक्यद्वयं वदतु यथा भवती उक्तवती. वाक्यद्वयं द्वयं क्रियापदं, वाक्यस्य अर्थः किं? हा हा वदतु. अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि, तत्र अर्थः पुस्तकं न स्वीकृति, तत्र अशुद्धम्. अहं पुस्तकं स्वीकृत्य विद्यालयं न गच्छामि इति तस्य अर्थः अस्ति खलु? सम्यक्, एतादृशमस्ति. तर्हि अत्र शिष्यः किं पृच्छति? इदानीं तस्य मनसि एतद् ज्ञानमस्ति, नकारस्य अन्वयः गच्छामि पदेन सह अस्ति इति सः जानाति. किमर्थं? पूर्वतनपाठेषु आचार्यः उक्तवान् एव उत्तरेण. इदानीं शिष्यः किं पृच्छति? तत्र को दोषः इत्युक्ते किं करणीयं, किं करिष्यामः चेत् कः दोषः? प्रसाद् महोदय किञ्चित् साहाय्यं करोतु, किं करोति चेत् अत्र शिष्यस्य प्रश्नः कः? शिष्य पृच्छति स्वीकरणे पदस्य न अस्ति चेत् कथं करणीयः? न तु गच्छामि, तत्र प्रश्नः अस्ति, न स्वीकृत्य इति किमर्थं न करोमि? आम् आम् हा खलु विजयभगिनी, इदानीं पश्यतु, अहं वदामि, शृणोतु एकवारम्. अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि यदि वदामः चेत् नकारस्य अन्वयः कुत्र अस्ति? गच्छामि पदेन सह खलु? विजयभगिनी अवगच्छति? स्वीकृत्य नकारस्य अन्वयः कुत्र अस्ति? गच्छामि पदेन सह अस्ति खलु? गच्छामि, गच्छामि पदेन सह अस्ति. इत्युक्ते अहं पुस्तकं न स्वीकृत्य विद्यालयं गच्छामि इति वदनेन अहं पुस्तकं स्वीकरोमि, विद्यालयं न गच्छामि इति अर्थः अस्ति खलु? अहं हा इति भवति. परन्तु शिष्यस्य प्रश्नः अस्ति, यदि अहम् इच्छामि नकारस्य अन्वयः स्वीकृत्य पदेन सह भवेत्, यदि भवेत् तर्हि वाक्यं कथं लिखामः? साधारणतया लिखामः चेत् नकारस्य अन्वयः सर्वदा गच्छामि पदेन सह भवति, परन्तु अहम् इच्छामि इदानीं नकारस्य अन्वयः स्वीकृत्य पदेन सह भवेत्, तर्हि कः दोषः? कथं लिखामः? अहं कर्तुम् इच्छामि तादृशं यत्र अन्वयः स्वीकृत्य पदेन सह भवेत्, न तु गच्छामि पदेन सह. इत्युक्ते नकारस्य अन्वयः कुत्र? गौणक्रियापदेन सह. अत्र मुख्यक्रियापदं गौणक्रियापदम् अस्ति, यथा कुशलमहोदयेन उक्तम्. अत्र बालकं किं करोति? अहं पुस्तकं स्वीकृत्य इत्युक्ते आरम्भे पुस्तकं स्वीकरोति, अनन्तरं विद्यालयं न गच्छति इति अर्थमस्ति खलु? तर्हि स्वीकारः यत् अस्ति तत् अस्ति गौणक्रियापदं. किमर्थम्? आरम्भे भवति पुस्तकस्य स्वीकारः, गच्छामि इति पदं प्रधानक्रियापदमस्ति. तर्हि यदि एतादृशप्रधानक्रियापदं गौणक्रियापदम् अस्ति एवं वाक्ये नकारः अस्ति, नकारः अस्ति चेत् साक्षात् नकारस्य अन्वयः प्रधानक्रियापदेन सह भवति. इदानीं शिष्यः पृच्छति, अहं नकारस्य अन्वयः गौणक्रियापदेन सह करोमि चेत् कः दोषः? खलु विपरीतत्वेन पृच्छति इदानीं. नकारस्य अन्वयः स्वीकृत्य पदेन सह, इत्युक्ते साक्षात् अग्रिमपदं यत् अस्ति नकारस्य साक्षात् अग्रे किमस्ति स्वीकृत्य तस्य पदेन सह करोमि चेत् कः दोषः इति वार्ता अस्ति. अवगच्छति इदानीं स्पष्टतया? अस्ति. अस्तु अस्तु, सम्यक् सम्यक्. हा, इति अस्ति वाक्यं केवलम्. इत्युक्ते साधारणतया क्रियापदद्वयमस्ति चेत् नकारस्य अन्वयः सर्वदा मुख्यक्रियापदेन सह. परन्तु शिष्यस्य प्रश्नः अस्ति नकारः अहं गौणपदेन सह योजयामि चेत् अहं तादृशं कर्तुम् इच्छामि, एवं करोमि अपि, यदि करोमि चेत् कः दोषः भवति खलु इति प्रश्नः अस्ति तस्य शिष्यस्य. सर्वे अवगच्छन्ति इदानीम्. अस्तु, अग्रसरामः. प्रसाद् महोदय, पूर्व अध्याये शिष्यः प्रश्नः पृच्छति, इदानीम् अपि प्रश्नं पृच्छति, कः भेदः? प्रश्नः समान गतसप्ताहस्य गतसप्ताहस्य प्रश्नः एतादृशः नासीत्. गतसप्ताहस्य प्रश्नः एतादृशं नासीत्. गतसप्ताहस्य प्रश्नः आसीत् नकारस्य अन्वयः कुत्र भवति इति. इदानीं शिष्यः जानाति नकारस्य अन्वयः सर्वदा प्रधानक्रियापदेन सह भवति, परन्तु एतादृशस्थितिः अपि आगमिष्यति कदा, यदा वयम् इच्छामः नकारस्य अन्वयः गौणपदेन सह करिष्यामः चेत् कीदृशं वाक्यं भवेत्, कीदृशं वाक्यं भवति इति तस्य प्रश्नः. नियमः अस्ति नकारस्य अन्वयः प्रधानक्रियापदेन सह भवति इति, परन्तु यदि वयम् इच्छामः इदानीं नकारस्य योजना गौणपदेन सह करिष्यामः चेत् तत्र दोषः वा? एतादृशः रचना अस्ति वा, सूत्रमस्ति वा, व्याकरणे लेखनी अस्ति वा, एतादृशं सङ्केतः अस्ति वा इति शिष्यस्य प्रश्नः. अहं नकारस्य योजना गौणक्रियापदेन सह करोमि. अत्र गौणक्रियापदं किं? स्वीकृत्य. नकारस्य अन्वयः स्वीकृत्य पदेन सह करोमि. करोमि चेत् कथं भविष्यति? तत्र दोषः वा इति तस्य प्रश्नः एव आरम्भे. तस्य प्रश्नः, उत्तरं न जानीमः तत्र किं भवति इति तस्य प्रश्नः अस्ति. अस्तु, सर्वे अवगच्छन्ति. अग्रे इदानीं सरामः. आचार्य वदति, भवतः इच्छामात्रेण नयः अन्वयः उत्तरपदेन भवितुं न अर्हति. अत्र आचार्य वदति इच्छामात्रेण नयः अन्वयः उत्तरपदेन भवितुं न अर्हति. पूर्वं वदति प्रधान क्रिया पदं भवितुम् अन्वयः भवितुम् अर्हति, अत्र आचार्य वदति उत्तरपदेन भवितुं न अर्हति. उत्तरपदेन इत्युक्ते? अत्र उत्तरपदं क्रियाद्वयम् अस्ति, पूर्वं स्वीकरोति उत्तरपदम् इत्युक्ते किम्? उत्तरपदं न उत्तरपदं नयः पदस्य उत्तरपदम् अत्र स्वीकृत्य. अत्र उत्तरपदम् इत्युक्ते स्वीकृत्य. अग्रे वदतु. यतः नयसम्बन्धे काचित् व्यवस्था अस्ति, अत्र व्याकरणदृष्ट्या क्वचित् व्यवस्था अस्ति, तदानुगुणम् एव अन्वयादिकं करणीयं भवति अस्माभिः. काचित् व्यवस्था अस्ति, तदानुगुणम् अन्वयं भवति करणीयः भवति इति उत्तरं ददाति. तर्हि महोदय किं कुर्मः इदानीं? भवान् एकम् उदाहरणं ददातु मनसि यत् अस्ति. तत्र क्रियापदद्वयं भवेत्, नकारः अपि भवेत्. किञ्चित् वदतु तत्र नियमरीत्या किं भविष्यति, एवम् अत्र शिष्यः किम् इच्छति, किञ्चित् उदाहरणत्वेन वदतु, तर्हि स्पष्टं भवेत्. अहं प्रातरेयं न खादित्वा विद्यालयं गच्छामि, देवालयं गच्छामि. सम्यक् वदतु वदतु पूर्णरीत्या, नकारस्य अन्वयः कुत्र, व्याकरणरीत्या किं भवति, छात्रं किं वक्तुम् इच्छति एतादृशं. हा सम्यक् वदतु. अत्र क्रिया द्वयम् अस्ति, खाद् एकं क्रियापदं, गमनं गमनक्रिया अस्ति, अत्र प्रधानक्रिया अन्तिमे गमनक्रिया अस्ति. प्रधानक्रिया अस्ति गमनं, गौणक्रिया अस्ति खादितुम्. अत्र सूत्रं रीत्या नै अन्वयः प्रधान क्रियापदं गमनक्रिया अन्वयति, न तु पूर्वपदं पूर्वक्रिया अस्ति खादति. अन्वय प्रधान क्रियापदमस्ति गमनं, तथा अर्थमस्ति अहं चाकलेयं खादित्वा विद्यालयं देवालयं न गच्छामि इति. कथय महोदय. हा हा सम्यक्. छात्रं किम् इच्छति, छात्रं वक्तुं किं वक्तुम् इच्छति? सः तस्य प्रश्नः अस्ति न खादित्वा गौण गौणक्रिया अस्ति खादित्वा तस्य अन्वय अन्वय इच्छति न खादित्वा इति, न तु न गच्छति इति. न खादित्वा विद्यालयं गच्छति इति तदा अन्वय. सम्यक् सम्यक्, तादृशमेव अस्ति. अति उत्तमम्. अस्तु अग्रे चलामः इदानीम्. अस्तु तर्हि देवकान्त महोदय. आमां, शिष्यः पृच्छति का सा व्यवस्था. आचार्य नञः अर्थद्वयं प्रजस्य प्रतिषेधः पर्युदासः च इति. शिष्यप्रश्नं पृच्छति नञः इति प्रयोगस्य व्यवस्था का इति. तस्य उत्तरमस्ति प्रजस्य प्रतिषेधः पर्युदासः इति द्वे प्रयोगे स्तः. शिष्य माया एतस्य अर्थः न अवगतः. हा विषयः नूतनमस्ति खलु. एतादृशः द्वयोः पदयोः अर्थं सः न जानाति इति तात्पर्यम्. आचार्यः प्रधानक्रियया यत्र नञः अन्वयः भवति तत्र प्रसज्य प्रतिषेधत्वं, यत्र उत्तरपदेन नञः अन्वयः क्रियते तत्र पर्युदासत्वम्. आचार्यः वदति यत्र प्रधानक्रियया सह तस्य अन्वयः भवति चेत् तन्नाम अस्ति प्रजस्य प्रतिषेधत्वम्. यत्र उत्तरपदेन अथवा गौणक्रियया सह अन्वयः भवति चेत् तन्नाम अस्ति पर्युदासत्वम्. हा उत्तरपदेन इत्युक्ते अत्र अस्मिन् सन्दर्भे गौणक्रियापदं खलु. एतादृशेन एतादृशेन नयामः चेत् सम्यक् भवति. अत्र प्रसज्य प्रतिषेधः इत्युक्ते केवलम् एकः नामम् एव अस्ति खलु, अन्यत् किमपि नास्ति. तर्हि भीतिः मास्तु, भयम् एव मास्तु, केवलम् एकः नामेव अस्ति. एवं पर्युदासत्वम् अपि अन्यत् नामपदं, यत्र नकारस्य अन्वयः साक्षात् गौणक्रियापदेन सह भवति चेत् तर्हि एतादृशं केवलं नामद्वयमस्ति, प्रसज्य प्रतिषेधः पर्युदासः, पर्युदासः इति केवलं नामम् अस्ति. अस्तु, श्लोकः किमस्ति पठतु महोदय अग्रे. तथा हि श्लोकः, प्रसज्य प्रतिषेधोऽयं क्रिया सह यत्र नञ् पर्युदासः स विज्ञेयः यत्रोत्तरपदेन नञ् इति. तस्य श्लोकः, श्लोकः वदतु वदतु. प्रसज्य प्रतिषेधः अयं क्रिया सह यत्र नञ् इति अस्ति प्रथम वाक्यं. पर्युदासः सः विज्ञेयः यत्र उत्तरपदेन नञ् अस्ति द्वितीय वाक्यं. श्लोकः अस्ति परन्तु साक्षात् सरलमेव, यत् वाक्येन उक्तं तदेव श्लोकेन अस्ति. प्रसज्य प्रतिषेधेयं क्रिया सह इत्युक्ते प्रधानक्रिया सह भवति. पर्युदासः तु उत्तरपदेन नै, इत्युक्ते पर्युदासः कदा वदामः, यदि इच्छामः चेत् नकारस्य अन्वयः गौणक्रियापदेन अथवा उत्तरपदेन सह भवेत् तर्हि तस्य नामं भवति, नामकरणमस्ति केवलं पर्युदासः. अस्तु, एतादृशस्थितिः अस्ति. अस्तु, कुशल महोदय. परन्तु अन्य पुरुषः कथं जान, अन्यपुरुषः इत्युक्ते शिष्य वदति आचार्य, आचार्यः कथं जानाति शिष्यस्य आशयः. यदि प्रशस्य प्रतिषेधत्वं न इच्छति शिष्य, पर्युदासत्वम् इच्छति, कथं जानाति आचार्य? केवलं प्रश्नः खलु. आचार्यः इदानीं नियमः वदति, एकवारं नियमः जानाति चेत् शिष्यः यत् वक्तुमिच्छति तद् वक्तुं शक्यते खलु. आचार्यः केवलम् इदानीं नियमः एव वदति, नियमः कः इति वदति आचार्यः. तदनन्तरं शिष्यः यत् वक्तुमिच्छति तत् वदेत्. प्रसदास अपवादः अर्थं, पर्युदासः यत् अस्ति तत् इत्युक्ते साधारणतया शीघ्रमेव इति न, इत्युक्ते तथा न अस्ति, परन्तु वक्तुम् इच्छन्ति चेत् तादृशव्यवस्था अस्ति व्याकरणे, नास्ति इति न. शिष्य, अयं तु शास्त्रविचारः. शिष्य वदति शास्त्रः विवरणं ददाति तथा, परन्तु व्यवहारे कः भवति? आचार्य, नामं शास्त्रमात्रविषयः, नायं नय शास्त्रमात्रविषयः, व्यवहारिकविषयः अपि नय शास्त्र विषयः अस्ति अत्र, एवं व्यवहारविषयः अपि अस्ति. भवान् यदा नय स्वातन्त्र्येण प्रयुङ्क्ते तत्र क्रियया सदैव अन्वयः प्रसज्य प्रतिषेधत्वं च. यदि शिष्य स्वतन्त्रेण वक्तुमिच्छति तर्हि अन्वयः सर्वदा प्रमुख मुख्य प्रधानक्रिया सह भवति. अतः वाक्ये यत्र कुत्रापि प्रयुक्तः अपि नय प्रधानक्रियया सहैव अन्वयं प्राप्नोति. आचार्य वदति अपवादः नास्ति. सर्वदा प्रधान क्रिया सह अन्वय भवति यद्यपि शास्त्रेण अपवाद अपि अस्ति प्रयुदासत्वम् अपि किन्तु प्रयज्यप्रतिषेधत्वं भवति नय अन्वयः सर्वदा प्रधानक्रियसः भवति सम्यक् सम्यक् तत्र शिष्यः पृच्छति एतादृशः तु शास्त्रे अस्ति वा शास्त्रे एतादृशं लिखितमस्ति वा आचार्य वदति केवलं शास्त्रविषयः इति नास्ति व्यवहारिकविषयः अपि अस्ति यदि नै नकारस्य योजना अस्ति यत्र क्रियापदद्वयम् अस्ति चेत् तर्हि प्रधानक्रियया सह एव तस्य अन्वयः एवं तस्य नामम् अस्ति प्रसज्य प्रतिषेधः खलु तत्र नकारः कुत्रापि दृश्यते परन्तु नकारस्य अन्वयः तु केवलं प्रधानक्रियया सह एव भवति इति सः वदति यत् वयं जानीमः इदानीं यत् जानीमः अग्रे वदति यदि गौणक्रियापदेन सह वक्तुम् इच्छति चेत् किं भवति इदानीम् अस्तु तस्य उत्तरम् अग्रे इदानीं प्राप्नुमः अस्तु अविजय भगिनी शिष्य वदति उत्तरपदेन अन्वयः यदि इष्यते शिष्य वदति प्रधानपदक्रिया सदैव अन्वये प्राप्तति तत् शिष्य उत्तरपदेन किम् अस्ति किम् इच्छति अन्वय आचार्य वदति तन्नां यत्र पर्युदासत्वम् इष्यते तत्र समासः करणीयम् उत्तरपदे अन्वये इच्छति तत् तत्र समासः करणीयः समासबलात् उत्तरपदेन सह तस्य अन्वयः स्फुटः भवति उत्तरपदे समासबलात् बलात् मीन्स् तत्र अन्वयः भवति हा तर्हि किं करणीयः यदि वक्तुम् इच्छामः नकारः एवं गौणक्रियापदेन सह तर्हि किं करिष्यामः तत्र नकारस्य प्रयोजनं न भवति परन्तु समासे तादृशव्यवस्था अस्ति खलु तस्य नाममस्ति नैसमासः यस्य अर्थः विपरीतत्वेन भवति खलु विपरीतत्वेन भवति इत्युक्ते हा इदानीम् उदाहरणम् उक्तं खलु अहं न पठित्वा इदानीं वाक्यं लिखतु कृपया अहं न पठित्वा क्रीडाङ्गणं गच्छामि अस्य अर्थः कः अस्य अर्थः कः कुशलमहोदय अस्य अर्थः कः अहं पठित्वा क्रीडाङ्गणं न गच्छामि क्रीडाङ्गणं न गच्छामि इति अस्य अर्थः खलु इदानीं जानीमः परन्तु छात्रः वदति अहं नकारस्य अन्वयः गच्छामि पदेन सह न करोमि पठित्वा पदेन सह करोमि तर्हि कथं करणीयः इदानीम् आचार्यः वदति समासस्य प्रयोगः भवति तत्र तर्हि नैपदसमासः अस्ति न पठित्वा इति अपठित्वा न पठित्वा समासे भवति अपठित्वा तर्हि यदि वदामः अहम् अपठित्वा क्रीडाङ्गणं गच्छामि तस्य अर्थं भवति अहं न पठामि एवं क्रीडाङ्गणं गच्छामि अवगच्छन्ति इदानीं आम् हा यदि वदामः अहं न पठित्वा क्रीडाङ्गणं गच्छामि तस्य अर्थः भवति अहं पठित्वा क्रीडाङ्गणं न गच्छामि. यदि वक्तुम् इच्छामः अहं न पठित्वा विद्यालयं गच्छामि, यदि तस्य अर्थः एतादृशम् अस्ति चेत्, इत्युक्ते नकारस्य अन्वयः पठित्वपदेन सह भवति चेत् तस्य समासः करणीयः अस्ति. तर्हि न पठित्वा समासः भवति अपठित्वा. तर्हि वाक्यं वदामः अहम् अपठित्वा विद्यालयं क्रीडाङ्गणं गच्छामि एतादृशं भवति चेत् तस्य अर्थं भवति अहं न पठित्वा क्रीडाङ्गणं गच्छामि. भ्रमः भवति प्रथमे यत्र नकारः साक्षात् दृश्यते. किमर्थं नकारः अस्ति एवं तस्य साक्षात् अग्रे अग्रिमपदम् उत्तरपदम् अस्ति गौणक्रियापदं, तर्हि तस्य भ्रमः. परन्तु यः नियमः जानाति तस्य भ्रमः नास्ति खलु. एवं समासः अस्ति चेत् तस्य तत्र तु कोऽपि त्रुटिः नास्ति एव. अपठित्वा इति पदम् इत्युक्ते न पठित्वा इति अस्ति. तर्हि विजयभगिनी यत् तत्र पठितवती तत्र आचार्यः उत्तरं वदति समासबलात् उत्तरपदेन सह तस्य अन्वयः स्फुटः भवति. इत्युक्ते समासः योजयामः चेत् कीदृशसमासः नैतत्पुरुषसमासः इति अस्ति. अन्यत् नैसमासः अपि अस्ति यद्विषये चर्चा किञ्चित् कुर्मः अद्य. नैसमासः यदि नयामः चेत् समासबलात् उत्तरपदेन सह अन्वयः कर्तुं शक्यते, भवति एव, परन्तु तत्र नैसमासः इति आवश्यकः खलु. इति वदति आचार्यः. अस्तु अग्रेसरामः. प्रसाद् महोदय एषः समासं तु न करोमि किन्तु उत्तरपदेन अन्वयम् इच्छामि. तथा कर्तुं किमर्थं न शक्यते? शिष्यस्य प्रश्नः अस्ति. सः समासं कर्तुं न इच्छति परन्तु अन्वयं तु गौण क्रिया अन्वयं कर्तुम् इच्छति. तथा कर्तुं किमर्थं न शक्यते इति तस्य प्रश्नः अस्ति. आचार्यः, यस्य पदस्य प्रश्ने नै लिख्यते तेन पदेन यस्य पदस्य पार्श्वे नै लिख्यते तेन पदेन तस्य अन्वयः भवतु इति भवतः इच्छा. ओके, वदति शिष्या इच्छा अस्ति कस्य पदस्य कस्य क्रियापदस्य पार्श्वे नै इच्छति तस्य पदस्य नै अन्वयः इति तस्य इच्छा इति वदति. किन्तु कस्यचित् पदस्य पार्श्वे लिखितः अपि नै उत्तरपदेन अन्वयम् प्राप्नुवन् प्रधानक्रियाय सहैव अन्वयं प्राप्नोति. अत्र कः नय अस्ति इति इति नास्ति. तत्र सर्वदा उत्तर प्रधानक्रियायाम् अन्वयं भवति. स्वातन्त्र्येण प्रयुक्तस्य प्रधानक्रियाया सह एव अन्वयः इति नियमः नियमः अस्ति इति कारणतः तथा भवति. अस्ति स्वातन्त्र्येण प्रयुक्तस्य सर्वदा प्रधानक्रियाः सह एव अन्वयः भवति. प्रसज्य प्रति शेदानुगुणं प्रतिषेधस्य प्रतिषेधानुगुणं वाक्यं रचयित्वा पर्युदासरूपं फलं प्राप्तुं न शक्यते इति तु कथनस्य तात्पर्यम्। अत्र तु न जानामि वाक्यं रचयित्वा पर्युदासरूपं फलं प्राप्तुं न शक्यते इति तु कथनस्य तात्पर्यम्। अतः पर्युदासरूपं फलं प्राप्तव्यं चेत् उत्तरपदेन अन्वयः एव इष्यते चेत् समासः करणीयः एव भवति। आचार्यस्य वदति समासं नै तत्पुरुषसमासम् आवश्यकं यदि गौणक्रिया अन्वयः कर्तुम् इच्छति चेत्, नास्ति चेत् सर्वदा प्रधानक्रिया एव अन्वयं भवति। अस्तु, किञ्चित् शनैः शनैः पश्यामः महोदय, अत्र बहु किमपि अस्ति। प्रथमवाक्यं यत् प्रथमवाक्यद्वयं वदतु केवलं, तस्य वाक्यद्वयम् अत्र वदति यस्य पदस्य पार्श्वे नञ् लिख्यते तेन पदेन तस्य अन्वयः भवतु इति भवतः इच्छा, किन्तु इत्युक्ते प्रथमवाक्यस्य अर्थः आचार्यवति इच्छा कथम् अस्ति इति आचार्य वदति नै कोऽपि क्रियापदस्य पार्श्वे अस्ति चेत् तत् पदस्य नै इच्छा इति अन्वयः भवितुम् अर्हति इति शिष्यस्य इच्छा। गौणक्रियापदेन सह अथवा उत्तरपदेन सह भवति चेत् भविष्यति, कथं भविष्यति इति तस्य इच्छा। अग्रे किन्तु कस्यचित् पदस्य पार्श्वे लिखितः अपि नै उत्तरपदेन अन्वयम् अप्राप्नुवान् प्रधानक्रियाया सह इव अन्वयं प्राप्नोति। उत्तरपदेन अस्ति परन्तु सर्वदा नै अन्वयः प्रधानक्रियया सह इव इति अन्वयं प्राप्नोति, न तु गौणक्रिया। अत्र पश्यतु अस्मिन् वाक्ये खलु, अस्मिन् वाक्ये सुन्दरं वाक्यमस्ति। पुनः अहं किञ्चित् वदामि, अत्र पश्यतु कस्यचित् तत् अस्ति, परन्तु अन्यत् किमपि अपि अस्ति। अत्र पश्यतु किन्तु कस्यचित् पदस्य पार्श्वे लिखितः अपि नञ् उत्तरपदेन अन्वयं द्वितीयपदस्य अग्रिमपृष्ठे यत् अस्ति अप्राप्नुवन्। अप्राप्नुवन् इत्युक्ते कीदृशपदमस्ति? नञ् तत्पुरुषः अस्ति, न प्राप्नुवन् खलु। यदि नकारस्य प्रयोगः अत्र अभवत् तर्हि किं भवति? यदि इत्युक्ते प्रधानक्रियया सह एव अन्वयः न प्राप्नोति, अन्वयं न प्राप्नोति इति अर्थम् अभविष्यत् खलु। यदि न प्राप्य इति आसीत् चेत् अवगच्छति इदानीम् इति समासस्य प्रयोगः अभवत् अत्र अप्राप्नुवन् इति कृत्वा। अवगच्छन्ति सर्वे इदानीं? ज्ञात्वा एव एतादृशं कृतम् अप्राप्नुवन् इति समासः अस्ति अत्र। एवम् आप्राप्नुवन् इति कीदृशपदमस्ति? मासः तु अस्ति एव, अन्यत् पदं कीदृशपदमस्ति? प्राप्नोति इति पदस्य शत्रुप्रत्ययः अस्ति प्राप्नुवन्, तस्य नञ् तत्पुरुष समासः अस्ति अप्राप्नुवन्, अप्राप्नुवन्। हा समीचीनम्, अत्युत्तमं, तादृशमेव अस्ति इति शत्रुप्रत्ययः अस्ति, एवं तदनन्तरं समासः भविष्यत्। अस्तु समीचीनम्, अग्रे अग्रे पठतु देवकान्तमहोदय, किं लिखितमस्ति? स्वातन्त्र्येण प्रयुक्तस्य प्रधानक्रियया सहैव अन्वयः इति नियमः अस्ति इति कारणतः तथा भवति। आचार्यः उक्तवान् यदि वाक्ये नकारम् इति श्रूयते, इत्युक्ते नञ् अव्ययस्य स्वातन्त्र्येण उपयोगं भवति चेत् तस्य अन्वयः प्रधानक्रिया सह एव भवति इति तस्य तात्पर्यं, न तु पार्श्वे कोऽपि पदस्य सह न अन्वयः भवति इति न अर्थः। सम्यक्, अग्रे। सज्ज प्रतिषेधानुगुणं वाक्यं रचयित्वा पर्युदासरूपं फलं प्राप्तुं न शक्यते इति तु कथनस्य तात्पर्यम्। प्रसज्य प्रतिषेधानुगुणं वाक्यम् इत्युक्ते नकारस्य स्वातन्त्र्यप्रयोगम् इति, परन्तु तत् लिखित्वा पर्युदासत्वं न भवति इति अपि अस्ति तस्य वाक्यस्य तात्पर्यं। सम्यक् सम्यक्, समापयतु अग्रे। अतः पर्युदासरूपं फलं प्राप्तव्यं चेत् अथवा उत्तरपदेन अन्वयः एव इष्यते चेत् समासः करणीयः एव भवति। पर्युदासरूपं समास एव करणीयम् इति तात्पर्यम्। सम्यक् सम्यक्, अत्युत्तमं, तादृशमेव अस्ति, तादृशमेव अस्ति। यदि पर्युदासरूपं भवति चेत् तत्र समासः तस्य उपयोगम् आवश्यकमस्ति। कीदृशसमासः? नैसमासः, नै तत्पुरुष इति केवलं नास्ति, नैसमासः इति वदामः। तर्हि एतावत्पर्यन्तम् एकः भागः अस्ति एतावत्पर्यन्तं यत् पठितं, खलु? अनन्तरं भागम् अन्यत् भागं यत् अवशिष्यते तत् किञ्चित् भिन्नम् अस्ति, इत्युक्ते एतादृशसम्बन्धे एव अस्ति, परन्तु नै समासः कीदृशं करणीयः, कीदृशं व्यवस्था अस्ति, केवलं नकारः एव विपरीतार्थं सूचयति अथवा अन्यत् किमपि पदमस्ति अपि विपरीतार्थं सूचयति इति पठामः तस्मिन् विषये। अस्तु, कुशल महोदय अग्रे। न लोपो नयः इति सूत्रेण नयः नकारस्य लोपः तत्र सूत्रम् अस्ति, न लोपो नयः। येन पदेन समस्यते तत् पदम् इति स्वरादि भवति तर्हि नुरागमः, नुट् इति आगमः, निरागमः भवति। तस्मान्नुण्डचि इति सूत्रेण न अधिकम् अश्वः अनश्वः, न अधिकम् उत्तमम् अनुत्तमम् इत्यादीनि अत्र उदाहरणानि। समासः भवति तर्हि यदि परे कोऽपि स्वरः अस्ति तर्हि न स्थाने अन् आगच्छति, यदि कोऽपि व्यञ्जनानि अस्ति तर्हि न स्थाने अ आगच्छति। बहु किमपि अस्ति अत्र महोदय, किञ्चित् विस्तारेण तत्र वक्तव्यमस्ति। शिष्यः पृच्छति न यदा समस्यते तदा तस्य नकारस्य लोपः भवति खलु, इत्युक्ते किम्? इत्युक्ते किम्? अस्तु उदाहरणं लिखामः खलु, उदाहरणानि किञ्चित् लिखामः अत्र। अस्तु, तदेव यत् अहम् उक्तवान् तत् आरम्भे कृत्वा अग्रे सरामः। अत्र न पठित्वा, लिखतु न अधिकं पठित्वा, तर्हि किं भवति तत्र? नकारस्य लोपः, अकारस्य आगमनम् इति कृत्वा अपठित्वा इति भवति समासः। अपठित्वा खलु। अस्तु, एतादृशेन अन्य उदाहरणानि अपि सन्ति। यदि वदामः न सन्देहः, तर्हि किं भवति? असन्देहः, असन्देहः भवति, नकारस्य लोपः। न विघ्नः, समीचीनं। न विवादः, न पटुः, अपटुः। न पन्थाः, अपन्थाः। न इच्छति, अनिच्छति। इदानीं किं करिष्यामः? न अश्वः वदामः चेत् किं भवति? अनश्वः। किमर्थं? परे स्वरः अस्ति तर्हि न स्थाने अन् आगच्छति। किम् आगच्छति तस्य स्थाने? न स्थाने अन् आगच्छति आदेशः भवति, यदि परे स्वरः न, न तथा नास्ति, अन्वयः अस्ति। न, नकारस्य लोपः भवति एव, नकारस्य लोपः, नकारस्य लोपः भवति, न स्थाने अन् आदेशः भवति, न तथापि नास्ति। उदाहरणं यच्छति, प्रथमे नकारस्य लोपः भवति, तदा तदनन्तरं नकारस्य आदेशः भवति। नकारस्य लोपः कथम्? नकारस्य नञ्च् प्लस् अश्वः, आ अभियम् अश्वः, आ अधियं न अधियम् अश्वः इति भवति। अन् इति तत् इति आदेशः भवति इति न न महोदय, प्रथमे नकारस्य लोपः भवति एव। वयं तत्पुरुषसमासविषये अपठत् एव पठितवन्तः। सम्यक् सम्यक् सम्यक् अस्ति। अत्र किं भवति इत्युक्ते, प्रथमे नञ् अधिकम् अश्वः अस्ति चेत् यतोहि अग्रे स्वरः अस्ति, प्रथमे नकारस्य लोपः। किमर्थम् इति मम प्रश्नः आसीत्, किमर्थम् अग्रे स्वरः अस्ति एतादृशं सूत्रम् एव अस्ति. सूत्रम् इदानीं किं वदति? नलोपो नलः इति सूत्रेण. इत्युक्ते न लोपः नयः. अस्तु, तत्र लोपः इति प्रथमा विभक्ति एकवचनम् एव अस्ति. नयः इति सा विभक्ति अस्ति. षष्ठी खलु, षष्ठी भवति. अत्र षष्ठी अस्ति, नय् इति अस्ति, षष्ठी भवति नयः खलु. तर्हि नकारस्य विपरीतम् इति प्रथमं यत् न लोपः इति अस्ति. इत्युक्ते प्रथमे नकारस्य लोपः भवति, तदनन्तरं नकारस्य आगमनम् अपि भवति. किमर्थं? स्वरः अस्ति इति कृत्वा. नैतत्पुरुषे एतादृशव्यवस्था अस्ति, अनस्वः इति भवति. एतादृशस्थितिः तादृशमस्ति. इदानीं वदिष्यामः चेत् न आगमनं वदामः चेत् किं भवति? अनागमनम्. हा, समीचीनम्, अनागमनम् इति भवति. न उपलब्धिः इति अस्ति चेत्? अनुपलब्धिः इति भवति. किमर्थम्? एतादृशं यत् अस्ति न इच्छति इति महोदयेन उक्तम्, अनिच्छति इति भवति खलु. तर्हि नकारस्य रूपः कीदृशं भवति? यथा स्वरः अस्ति तादृशं. पश्यतु अत्र न अस्वः अनस्वः इति अभवत्. नकारे केवलम् अकारः एव अस्ति खलु. न आगमनम् अस्ति चेत् किं भवति? अ तु आगतमेव, परन्तु यत् नकारः अस्ति तत्र आकारः अभवत्. किमर्थम्? आगमनम् इति आसीत् समासे पूर्वे इति. अना इति अभवत् आकारः दीर्घ. न उपलब्धि, उकारः अस्ति आरम्भे, तर्हि अकारः आगतः, नकारे उकारः अभवत्, अनुपलब्धिः. अनुपलब्धिः, एतादृशं व्यवस्था अस्ति अत्र खलु. तर्हि तदेव वक्तुमिच्छति अत्र, यदि करिष्यामः नलोपः नयः इति अस्ति. नलोपः इति तत्र विसर्गः, विसर्गस्य लोपः, लोपे ओकारादेशः अभवत्, नलोपो इति अभवत्. तत्र नकारस्य लोपः भवति कुत्रापि. अग्रे व्यञ्जनं स्यात्, स्वरः स्यात्, किमपि स्यात्, नकारस्य लोपः एव. तत् अग्रे किं भवति? येन पदेन समस्यते तत् पदं यदि स्वरादि भवति तर्हि नुडागमः इत्युक्ते नकारस्य आगमनं भवति. यदि स्वरः भवति चेत् प्रथमे नकारस्य लोपः, यदि अग्रे स्वरः अस्ति व्यञ्जनम् अस्ति वा, नकारस्य लोपः. परन्तु यदि स्वरः अस्ति प्रथमे नकारस्य लोपः, तदनन्तरं नकारस्य नुडागमः, नकारः पुनः आगमिष्यति. परन्तु नकारस्य रूपं किं भवति? यथादृशं स्वरः यस्य लोपः भवति तादृशं गुणः भवति नकारे इति भवति. इति तस्य आचार्यस्य वदनस्य इच्छा तादृशमेव अस्ति खलु. अवगच्छन्ति इदानीम्? अथवा कोऽपि प्रश्नः अस्ति? महोदय, समीचीनम्. इदानीं विद्या भगिनी अग्रे. शिष्यः नैके, अस्ति वा भगिनि? पठतु केवलम् एकं वाक्यम् अस्ति एव. म्यूट् मध्ये अस्ति वा? न श्रूयते. विजया भगिनी अस्ति, प्रसाद् महोदय पठतु कृपया. शिष्यः नैके नैकदा इत्यादिषु नयः लोपः नुडागमः वा न दृश्यते खलु? पठतु पठतु पठतु भगिनि. ओ गतवती, अस्तु पठतु महोदय. शिष्यस्य प्रश्नः अस्ति, अत्र पदद्वयं भवति, नैके नैकदा इत्यादिषु नयः लोपः नुडागमः वा न दृश्यते खलु? अत्र नुडागमः नास्ति इति किमर्थं नास्ति इति तस्य प्रश्नः. इत्युक्ते आचार्यः कः किञ्चित् वदतु, न न अस्य अर्थः किञ्चित् वदतु तत्र. न एके न एकदा अत्र तस्य प्रश्नः अस्ति किमर्थम् अन् नास्ति इति, अनेके अनेकदा किमर्थं नास्ति इति तस्य प्रश्नः. वदतु. अत्र नुडागमः किमर्थं नास्ति इति तस्य प्रश्नः. इति अवगच्छति वा किमर्थं नास्ति? अस्तु अस्तु अहं वदामि. तत्र अत्रापि लेखनस्य आवश्यकता अस्ति. अस्तु तर्हि प्रथमपदं किम् अस्ति? नैके नैके नैके नैके धन्यपदं नैके हा नैके इति अस्ति. नैके इत्युक्ते किं करिष्यामः तत्र? नैके इति पदं कीदृशपदमस्ति? नाधिकम् एके वा? हा न अधिकम् एक इत्युक्ते अधिकम् इत्युक्ते किं वक्तुमिच्छति? समीचीनमेव. तत्र केवलं सन्धिव्यवस्था अस्ति, समासव्यवस्था नास्ति. न अधिकम् एकः नैकः अथवा न अधिकम् एके नैके सन्धिव्यवस्था अस्ति. कीदृशस्थली? गुणसन्धिः भवति नैक. इदानीं वदामः नै अधिकम् एकः किं भवति? अनेकः. अनेकः अत्र भवति नै समासः. प्रथमे न अधिकम् एकः नैकः सन्धि. इदानीं द्वितीयः नै अधिकम् एकः. नै इत्युक्ते अत्र नै समासः. अग्रे स्वरः अस्ति, तर्हि भवति रूपम् अनेकः. अर्थं समानमेव, नैक अनेक अर्थं समानमेव अस्ति, परन्तु भिन्नरूपद्वयमस्ति. एकस्मिन् स्थले सन्धिः अस्ति, अन्यस्मिन् स्थले समासः अस्ति. एतादृशमस्ति. हा तर्हि किं वदति आचार्यः इदानीम् अग्रे देवकान्तमहोदय? आम्, तत्र नन्या सह न समासः, अपि तु न इत्यनेन सह समासः. नकारलोपः तु नञः एव, न तु न इत्यस्यापि. अतः नैके इत्यादिषु नकारलोपः न. नञ इत्युक्ते अहं नञ् इति पदस्य तृतीयविभक्तिरूपम् इति अहं मन्ये. तत्र नञा सह न समासः. तत् आचार्य वदति तत्र समासः न भवति इति. केवलं कुत्र कुत्र कुत्र नैके अथवा नैकथा अत्र समासः न भव न भवति इति सम्यक् सम्यक् तादृशमेव अस्ति अत्र समासः नास्ति भोः अत्र समासः नास्ति नकारस्य लोपः तु केवलं भवति अत्र नै समासः अस्ति नयः एव इत्युक्ते नयः समासः एव न तु केवलं नकारः स्थापनेन सर्वदा नै समासः इति न भवति नै स्थापनेन विपरीत अर्थं भवेत् एवं नकारस्य लोपः अपि भवेत् परन्तु नैक यत् पदं लिखितमस्ति तत्र समासः नास्ति तर्हि नकारस्य लोपः न भवति खलु एतादृशस्थितिः एतादृशस्थितिः अस्ति अस्तु कुशल महोदय अग्रे शेषः न इत्यस्य नयः चपि च किं कोऽपि अर्थभेदः अस्ति शिष्यः वदति न कारः एवं नयः कोऽपि अर्थभेदः अस्ति आचार्य नास्ति कोऽपि अर्थभेदः उभयोः अपि अर्थः समानः अर्थात् विपरीत अर्थः समानः न इच्छति न इच्छति अनिच्छति यदि नय प्रयोगः करोतु समासः प्रयोगः कर्तुम् अपि अर्थः समानं विपरीतः अर्थः समानं प्रयोगः भिन्नं सन्धि रूपं भिन्नमस्ति रूपं भिन्नमस्ति रूपं भिन्नम् रूपं भिन्नमस्ति अर्थः समानः एव केवलं रूपभेदः अस्ति अर्थभेदः नास्ति समानम् अर्थमेव अस्ति परन्तु रूपभेदः इति अस्ति तर्हि एतादृशरूपभेदमपि अस्ति यदा वदामः चेत् अत्र किञ्चित् वक्तव्यमस्ति यदि समासः अस्ति चेत् एतादृश इदानीं व्यवस्था तु वार्ता तु सम्पूर्णमेव यत् वार्ता आसीत् अस्मिन् अध्याये परन्तु केवलं ज्ञानदर्शनाय एव चर्चां करिष्यामः समासः यत् अस्ति तत् भवन्तः जानन्ति एव खलु तत्र श्रेणीद्वयमस्ति परिवारद्वयम् एव अस्ति समासः यत्र अस्ति एकः अस्ति विशेषसमासः द्वितीयमस्ति केवलसमासः विशेषसमासे पुनः चत्वारः सदस्याः सन्ति तत्ते के विशेषसमासे हा तत्पुरुषद्वन्द्वबहुव्रीहिः अव्ययीभावः विशेषसमासे तादृशमस्ति तर्हि द्वितीयपरिवारः किमस्ति केवलसमासः अस्ति केवलसमासः केवलसमासः इत्युक्ते किं तस्य प्रयोगः बहुत् किमपि न दृश्यते विरलतया दृश्यते एव एतादृशपदानि तत्र भवितुम् अर्हन्ति यथा नैके नैकधा एतादृशसमासः यदि कर्तुं शक्यते चेत् तत्र केवलसमासे भवति परन्तु व्याख्या बहु किमपि नास्ति यथा पूर्वं भूतः भूतपूर्वः इति वदामः इति केवलसमासः पूर्णतया बहु किमपि संज्ञा नास्ति केवलसमासे साधारणतया परन्तु भवेत् तर्हि नैक नैकधा एतादृशं पदं केवलसमासे भवितुमर्हति भवितुमर्हति परन्तु विशेषसमासे न सन्ति इति आचार्यः वदति समासः न भोः किमर्थम् इत्युक्ते प्रजानीमः शिष्यः न जानाति इति केवलसमासः कीदृशमस्ति कीदृशं रूपं भवति एतादृशं खलु इति एकं वार्ता अत्र अस्ति समासविषये इति विशेषसमासः केवलसमासः एवं नञ् प्रभृतयः यत् अस्ति समासः तत्र श्रेण्याः अपि सन्ति तत्र केवलम् एकः नञ् समासः इति नास्ति तत्र कुसमासः अपि अस्ति कुसमासः इत्युक्ते उदाहरणानि सन्ति तत्र कुशब्दस्य प्रयोगः भवति कथम् उदाहरणं इत्युक्ते भवति कुतिस्थः पुरुषः कुपुरुषः अत्र कुत्सितः कुत्सितः इति वदामः चेत् कुत्सितः पुरुषः कुपुरुषः कुत्सितम् अन्नं कदन्नं कुत्सितः अश्वः कदश्वः एतादृशं भवति गतिसमासे अपि गतिभावे अपि गतिसमासः अपि नयप्रभृतयः भवति पाणिं गृहीत्वा इति पाणौ कृत्य इति भवति गतिसमासः इति भवति पुरस्कारं कृत्वा पुरस्कृत्य इति हा आदरं कृत्वा सत्कृत्य इति भवति अनादरं कृत्वा असत्कृत्य एतादृशं भवन्ति अतः गतिसमासः नयप्रभृतयः एवम् अन्यत् अस्ति अपि प्रादिसमासः इति भवति तद्भवति किं शोभनः पुरुषः सुपुरुषः दुराचारः पुरुषः दुष्पुरुषः एतादृशेन सन्ति किञ्चित् विस्तारेण तस्य पठनस्य आवश्यकता अस्ति परन्तु नञ् समासः केवलं नञ् इत्युक्ते न पठित्वा अपठित्वा इति केवलं तादृशेन न सन्ति अन्ये अपि सन्ति यत्र ककारस्य अकारस्य खलु सकारस्य दकारस्य अपि प्रयोजनं भवति विपरीतार्थे हा विपरीतमस्ति हा एतादृशमस्ति अथवा हा एतादृश एव अस्ति एतादृश एव अस्ति अन्यत् नञ् समासः अस्ति उपपद तत् भवति निशां करोति इति निशाका निशाकरः इति कुम्भं करोति कुम्भकारः एतादृशं हा एतादृशम् अस्ति उपपद किञ्चित् अस्ति तत्र हा तर्हि एतादृशे अस्ति नञ् समासः नञ् समासाः एतादृशेन सन्ति अस्तु अन्यत् किमपि अस्ति वा प्रश्नः अत्र एतस्मिन् सम्बन्धे कोऽपि प्रश्नः अस्ति न न महोदय अन्यत् विषयः प्रश्नः अस्ति परन्तु अन्यद्विषयः अस्ति पृच्छतु यदि बहवः पदानि सन्ति खलु अर्थम् इति उदाहरणं पठनार्थं गमनार्थं अर्थम् अर्थम् इति कीदृशपदम् अण्ड् तस्य स्थितिः कः इति मम प्रश्नः पठनार्थं गमनार्थम् इति अस्तु अस्तु अस्तु अस्तु हा हा इत्युक्ते भवतः प्रश्नः इत्युक्ते व्याकरणरीत्या किम् अस्ति वा अथवा आमामां व्याकरणरीत्या अर्थरीत्या नास्ति व्याकरणं जानीमः अर्थरीत्या द्रष्टव्यमस्ति महोदय मम मनसि इदानीं साक्षात् नास्ति आमां कोऽपि न चिन्ता नास्ति हा अग्रे दृष्ट्वा तत्र वक्तुं शक्यते हा परन्तु व्याकरणस्य तु अथवा व्यवहारे तु जानीमः किमर्थम् आवश्यकम् व्यवहारे कीदृशस्थितिः अस्ति तत् कर्तुं शक्यते अस्तु, तर्हि जनाः अपि न सन्ति अद्य, जनाः अपि न सन्ति, तर्हि किं करणीयः अद्य? तर्हि विरमामः, अन्यत् प्रश्नाः न सन्ति चेत्, अन्यप्रश्नाः न सन्ति चेत् विरमामः. आगामिसप्ताहे तत्र प्रसाद् महोदय कर्तुं शक्यते वा? महोदय, भवान् अवगच्छति सर्वं, हा, उपस्थापनं करोतु कृपया. अस्तु अस्तु अस्तु, हा, तर्हि अत्र विरमामः, आगामिसप्ताहे मिलामः. अस्तु, धन्यवादः. अस्तु तर्हि, अस्तु, धन्यवादः, नमस्कारः. पुनर्मिलामः.